नमस्कारः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति भुवादिगणः इति. तत्र अभ्यासः मनः अस्ति. तर्हि एतावता तत्र मातुः पुस्तकात् स्थाधातोः विषये अस्माभिः चर्चितम्, उपसर्गपूर्वाणां विषये. अनन्तरं दान् इति धातोः विषये अपि चर्चितं गतवर्गे. इदानीं ततः अग्रे गन्तुं शक्नुमः. वस्तुतः अत्र एतत् सर्वं यदस्माभिः इदानीम् अधीतं तस्य सङ्ग्रहः एकस्मिन् स्प्रेड्शीट् मध्ये वंसी भगिनी कृतवती. सङ्ग्रहः सर्वेषां तत्र अर्थः कः, धातोः अर्थः, विशेषः अर्थः कः, उपसर्गः कः, कुत्र आत्मनेपदि पतित्वं, कीदृशः अर्थः, तस्य उदाहरणं किं सर्वं भगिनी बहु सम्यक्तया सङ्ग्रहं कृतवती. अनन्तरं प्रेषयिष्यामि. तत्र अस्मिन् पाठे इतोपि किञ्चित् अवशिष्यते. तत्सर्वं सङ्गृह्य एकवारं प्रेषयिष्यामि. सर्वेषां लाभाय भवति इति चिन्तयामि. तत्र धातुः अस्ति, अर्थः अस्ति, सूत्रमपि अस्ति, उदाहरणम्, अनन्तरं विशेष अर्थः कः, कस्मिन् अर्थे एतादृशप्रयोगः इति सङ्ग्रहः अस्ति. अतः तत्र उपसर्गरूपेण अपि सर्च् कर्तुं शक्यते. दातुं स्वीकृत्य अपि तत्र सर्च् कर्तुं शक्नुमः. अतः समीचीनतया डाक्युमेण्ट् अस्ति अस्माकं कृते इदानीम्. अस्तु, तर्हि इदानीम् अग्रे गन्तुं शक्नुमः. तत्र अग्रिमः धातुः अस्ति ऋगतिप्रापणयोः इति धातुः. तत्र वंशीभगिनी आरम्भं करोति वा? तत्र पुस्तके न भगिनि, पुस्तके एव. हा, पुस्तके पेज् 21 एकवर्षितमे पृष्ठे धातुः 34 अस्ति. अस्ति, तदेव न तत्सूत्र. तस्य अनन्तरं ऋगतिप्रापणयोः. क्षम्यतां, तस्मात् पूर्वम् अस्तु. ऋगतिप्रापणयोः ऋ जाना पहुञ्चन अस्तु. ऋच्छ ऋच्छति प्राप्तकर्ण. तत्र पहुञ्चन नो चेत् प्राप्तकर्ण. सूत्रमस्ति अर्तिश्रु दृशिभ्यश्चेति वक्तव्यं सम्पूर्णे. वार्तिकमस्ति. सम्पूर्वेभ्यः एतेभ्यः कर्मकेभ्यः धातुभ्यः आत्मनेपदं भवति. लटि समृच्छते, लिङ्गि मा स्मृत, स्मृत मा समृषातां मा समृषत. ओ अस्तु, समृषताम् अस्तु. तत्र रु इति धातु अस्ति गतिप्रापणयोः इति अर्थे. रु इति धातुः लट् रूपमस्ति, ऋच्छति. तत्र प्राप्तकर्णा जाना अपि च पहुञ्चना इति अर्थे इति अस्ति. वार्तिकमस्ति अर्तिश्र दृशिभ्यश्चेति वक्तव्यम् इति वार्तिकमस्ति. तत्र पूर्वेभ्यः सम् उपसर्ग अस्ति चेत् तत्र धातुभ्यः आत्मनेपदित्वं भवति. अतः सम् ऋच्छते इति आत्मनेपदिरूपं भवति. लुङ्गि तु मा स्मृत. तत्र स्मृत् लुङ्गि अपि च आशीलिङ्गि तत्सर्वं त्यजतु. इदानीं केवलं लटि संऋच्छते. संऋच्छते इति रूपमस्ति. सम् उपसर्गयोगे ऋच्छ इति धातोः आत्मनेपदित्वं भवति इति उक्तम्. तदेव अस्ति नाम एभ्यः अकर्मकेभ्यः धातुभ्यः. ओ क्षम्यतां, एतेभ्यः अकर्मकेभ्यः. अस्तु अस्तु. तत्र ऋ इति धातोः विषये अत्र उक्तमस्ति. सम् उपसर्गपूर्वकः ऋ धातोः संरुच्यते. न श्रूयते वा? श्रूयते भगिनि, सम्यक् श्रूयते. पमेला भगिनी कृपया पुनः आगच्छतु, प्रायः भवत्याः कृते एव. अस्तु, समीचीनं. तत्र संरिच्यते इति अस्ति. तत्र रूपाणि तत्र अरुणा भगिनी वदतु, लटीरूपाणि वदतु. आं भगिनि, लट् रुच्यते, रुच्यतः, रुच्यन्ति, रुच्यसि. न न, समुपसर्गपूर्वकः, समुपसर्गपूर्वकः. ओके, संरुच्यते, संरुच्यते, संरुच्यते, संरुच्यन्ते, संरुच्यसे, संरुच्येथे, संरुच्छुद्वे, संरुच्छे, संरुक्षावहि, संरुक्षामहि. वहि इति वा लटि? उत्तमपुरुषे पुनः पुनः वदतु. संवृक्षे, संवृक्षे, संवृक्षे, संवृक्षावहे, वहै, संवृक्षामहे. संवृक्षावहे महे. अस्तु, समीचीनम्. इदानीं तत्र उषाभगिनी तत्र लङ्गी वदतु. लङ्गि संयोगः अयोगः रुचत, समरुचत, समरुचत, समरुच्छेतां, समरुच्छन्त. न न, एकक्षणं. समयोगः संयोगः, ओ सम, ओके, सम, समा, समारुचत, समारुच्छे. न न, एकक्षणं. सम् इति उपसर्गपूर्वकः, तत्र ऋधातुः कीदृशधातुः? ऋधातुः कीदृशधातुः? हलादिः वा अजादिः वा कीदृशः अस्ति? ऋधातुः अजादि भगिनि. ओ, आडजादि नाम आटस्य वृद्धि. सो आ संयोगः आयोगः ऋ. सो आयोगः ऋ वृद्धि आर् भवति. सो संयोगः आर् आर् चते भगिनि न आर् आर् अनन्तरम् आर्चत् आर्चत आर्चत् आर्चत. ओके, संयोगः आर्चत, समार्चत, समार्चत, समार्चेतां, समार्चन्त, समार्चताः, समार्चेथां, समार्चद्वं, समार्चे, समार्चेवहि, न न, समाच्छवहि, समाच्छावहि, समाच्छावहि, समाच्छामहि. आं भगिनि, समीचीनं. पुनः एकवारं वदतु. ओके, समार्चत, समार्चेतां, समार्चन्त, समार्चताः, समार्चेतां, समार्चद्वं, समार्चे, समार्चावहि, समार्चामहि. तर्हि तत्र आजादिधातुः अस्ति चेत् आडागमः भवति, अनन्तरं वृद्धिः वृद्धिः भवति, आटश्च इत्यनेन वृद्धिः भवति. तर्हि तत्र अकार ऋकारयोः वृद्धिः आर् अस्ति. अस्तु, धन्यवादः. तर्हि इदानीं तत्र विधिलिङ्गि, तत्र सूर्यकुमारी भगिनी वदतु विधिलिङ्गि. आ भगिनि, अङ्गमस्ति सं, संरुच्य, संरुचेत, संरुचेयातां, संरुचिरन्, संरुचेताः, संरुचेयातां, संरुचेध्वं, संरुच्छेय, संरुच्छेवहि, संरुच्छेमहि. समीचीनं, समीचीनं, बहु समीचीनम्. अस्तु, अग्रे गच्छामः. तत्र अग्रिमधातुः सृगतौ धावति, तत्र किमपि नास्ति. शदल् शातने शीयते, तत्रापि किमपि तत्र विशेषः तत्र अस्ति. क्षणं पश्यामः तत्र. भगिनी अर्ति इत्यत्रापि इक्ष्तिपौ धातुनिर्देशे इत्यस्य प्रयोगः अस्ति वा? सत्यं सत्यं समीचीनम् अस्ति एव, अस्ति इति अस्ति, नो चेत् तत्र ऋधातोः ग्रहणं कथम् इति प्रश्नः भवति खलु, यतोहि श्रूदृश् इति अस्ति, तर्हि अर्ति इत्यनेन ऋ इत्यस्य एव सङ्केतः. समीचीनं, तर्हि तत्र कथं निर्देशः, इका वा स्थिपा वा? स्थिप खलु, ऋयोगः स्थिप्, ऋयोगः स्थिप् किं भवति तत्र? प्रकारस्य गुणः भूत्वा, न गुणः न, अर् इति वृद्धि वा? गुणः एव खलु, वृद्धिः चेत् आर् इति भवति खलु, आर् भवति, आम्, गुणः भूत्वा ति इत्यस्य योगे अर्ति इति भवति. स्तिप् इत्यत्र पकारस्य हलन्त्यम् इत्यनेन लोपः, शकारस्यापि लोपः, ति इति एव अवशिष्यते. समीचीनं समीचीनम्. अस्तु भवती पठतु, चदलृशातने इति धातोः पठतु इति विषये. श्रुगतौ तथा वा? श्रुगतौ इति किमपि नास्ति, तत्र सामान्यमस्ति, अग्रे गच्छतु. षद्रुशातने, षद् कृश होना, क्षीण होना, शीयते, शातनं पीडनं, तत्तु विषयतया निर्दिश्यते. प्रयोजकं अग्रे गच्छतु, षदेः शितः इति ततः. षदेः शितः, षड्ल शातने परस्मैपदी, तस्माद् आत्मनेपदं भवति शिति. शीयते, अशिति तु परस्मैपदम् एव. शशाद शत्स्यति, शिशत्सति. षड्लु वा षड्लृ वा? अधः तु षड्लु इति ऋलु योः लु इति अस्ति, उपरि लकारस्य ऋकारः अस्ति, कुतः दोषः? न न, लु एव, लु लु लु ऋ लु लु स्वरः, लु एव, लु एव गम्लु स्वरः, स्वरः लकारः नास्ति. अस्तु, अत्र षड्लु शातने इति धातु, यदि लकारः अस्ति तर्हि तत्र तत्र लकारः अवशिष्यते खलु, हा तदेव षदल् इति भवति खलु, अतः तत्र लकारः एव. षड्लु तत्र षद् इति एव अवशिष्यते, लकारस्य उपदेशे अजनुनासिका इत्यनेन लोपः भवति. अर्थः भवति शीयते, कृशः भवति इति, शीयते इति धातुरूपं प्रथमैकवचने. तत्र षदेः शितः इति सूत्रं, षड्लु शातने परस्मैपदी. शातने इत्युक्ते शित् भवति इति वा भगिनि? किं षदेः शितः? शातने इति अर्थः अस्ति, धातोः अर्थः. ओ शातने इति धातुः, शातने इति धातोः अर्थः, ओ पीड पीडयति इति अर्थे. अस्तु, बहवः अर्थाः सन्ति, एकः अर्थः पीडयति. अस्तु, जीर्णयति, केवलं शातने इत्यर्थे एव परस्मैपदीरूपं प्राप्नोति षड्लु धातु. तस्मात् आत्मनेपदं भवति शिति. शीयते इत्यत्र तु आत्मनेपदमेव, अशिति तु परस्मैपदम् एव. शशाद शत्स्यति, शिशत्सति इति, यत्र शित् नास्ति तत्र, यथा शशाद इति कुत्र भवति, इति लिट् लिटि लिट् लिट् शत्स्यति इति शत्स्यति इति लङ् लकारे वा सारि ऋट् लकारे शिषत्सति तत् तत् कुत्र सनन्तरूपम् सनन्तरूपम् अस्तु समीचीनम् इदानीं तत्र क्षीयते इत्यस्य मीना भगिनी तत्र लोटि रूपाणि वदतु लोटिरूपाणि शी शी दातु भगिनि शी शी शीयते आत्मेपदम् क्षीयतां तामिताम् अन्तां स्वयितां द्वम् ऐ आवहे महामहे क्षीयतां क्षीयेतां क्षीयन्तां क्षीयस्व क्षीयेथां क्षीयध्वं क्षीयै क्षियावहे क्षियामहे अग्रे गच्छामः इदानीं तत्र अग्रिमधातुः शदलृ इति तत्र किमपि नास्ति सीदति तत्र आदेशः एव तत्तु अस्माभिः ज्ञायते एव अग्रे दंश सञ्ज स्वञ्जांशपि इत्यत्रापि अस्माभिः तत्र दृष्टम् एतेषां नकारस्य लोपः भवति शपि परे शपि परतः एतेषां नकारस्य लोपः भवति अतः तत्र दशति इति रूपं दंश इति धातुः नकारस्य लोपः भूत्वा दशति अनन्तरं सञ्ज् धातोः अपि नकारस्य लोपः भूत्वा सजति अनन्तरं सञ्ज् धातोः अपि नकारस्य लोपः भूत्वा स्वजते इति रूपमस्ति तत्र स्वजते अनन्तरं रञ्जेश्च इति सूत्रमपि अस्माभिः पठितं तत्रापि नकारस्य लोपः भवति शपि परे अतः रञ्ज् धातोः नकारस्य लोपः भूत्वा रजति रजते इति रूपं रदिजबोरचि इति अपि सूत्रम् अस्माभिः पठितं रद् जब् अनयोः धातोः अजादिप्रत्यये परतः तत्र नुमागमः भवति नुमागमः भवति इति कृत्वा अत्र अस्मिन् गणे तु द्वादिगणे तु जबी इति धातुः एव अस्ति तत्र नुमागमः भूत्वा जम्बते इति रूपं जम्बते इति रूपं तदनन्तरं तत्र कृपधातोः विषये अपि अस्माभिः सूत्रं पठितं कृपोरोलः इति सूत्रमासीत् कृपधातोः तत्र रेपस्य यदा रेपः जायते गुणः भूत्वा रेपः जायते चेत् तदानीं रेपस्य स्थाने लकारादेशः भवति अतः कल्प् इति सिद्ध्यति कल्पते इति रूपं तत्र भवति कल्पते तत्र कल्प् धातोः तत्र कल्प् धातोः विधिलिङ्ग् रूपाणि उमभगिनी वदतु कल्पित्वा कल्पेयातां कल्पेरन् कल्पेथाः कल्पेयाथां कल्पेध्वं कल्पेय कल्पेवहि कल्पेमहि शृणोति वा किं शृणोति तत्र बहु मन्दमन्दं श्रूयते परन्तु श्रुतं कम्प्यूटर् मध्ये कमेण्ट् सी वाट् इस् किं ऐ विल् आस् द कम्प्यूटर् पर्सन् टु कमेण्ट् चेक्अप् वै दिस् इस् लैक् दिस् बिकास् ऐ न्यू मैक् न्यू दिस् ओके ओके ओके ओके अस्तु अस्तु नास्ति चिन्ता भगिनि अस्तु अस्तु धन्यवादः इदानीं तत्र ष्टिवु क्लमु चमां शिति इति सूत्रमपि अस्माभिः पठितं ष्टिव् क्लम् चम् एतेषां दीर्घत्वं भवति शितिपरे इति उक्तम् अतः तत्र यः स्वरः अस्ति तस्य दीर्घत्वं भवति इति ज्ञातं तत्र चम् धातुः अस्ति तस्मिन् एव ष्टिव् क्लमु चम् इति अस्ति तर्हि चम् इत्यस्य चम् इति केवलं चम् धातोः न भवति दीर्घत्वं तत्र तु चमति इति एव भवति परन्तु आङ् उपसर्गपूर्वकः चम् धातोः एव दीर्घत्वं भवति स्वरस्य उपदायं यः स्वरः अस्ति तस्य दीर्घत्वं भवति इति कृत्वा आचामति इति रूपं ष्टिव् धातोः ष्टीवति इति रूपं तत्र ष्टिव् ष्टिव् धातोः षकारस्य लोपः न भवति तत्र षकारस्य सकारादेशः न भवति लोपः नास्ति सकारादेशः न भवति यतोहि तत्र वार्तिकमपि पठितम् अस्माभिः सुप्तातुः ष्टिव् श्वष्कतीनाम् इति तत्र वार्तिकं पठितं तेन तत्र शकारस्य सकारादेशिनः भवति शकारः तथैव तिष्ठति ष्टीवति इति रूपम् अस्तु इदानीं विशेषदातवः सर्वे दातवः अस्माभिः अवलोकिताः अत्र दातोषः सः न भवति वा तदेव इदानीम् उक्तं खलु धातोः शः सः न भवति इति उक्तं खलु तत्र वार्तिकम् अस्ति इति उक्तं खलु इदानीमेव सुब्धातूनाम् अस्माभिः करपत्रे अपि पठितं करपत्रे पठितमस्ति तद् वार्तिकेन सा तत्र सकारादेशः न भवति पठितं खलु सुब्धातु ष्टिव् श्वष्कतीनां सत्त्वप्रतिषेधो वक्तव्यः इति वार्तिकमस्ति तत्र ष्टिव् धातुः श्वष्क धातुः अनन्तरं सुबन्तधातुः नामदातवः नामदातवः सन्ति चेत् तेषां सकारस्य सकारादेशः न भवति इति वार्तिकमस्ति तेन वार्तिकेन अत्र ष्टीवति इत्येव रूपमस्ति श्वष्कते इत्येव रूपमस्ति अस्तु तर्हि इदानीं विशेषधातवः सर्वे अवलोकिताः इदानीं सामान्यदातवः सन्ति तत्र गच्छामः चेत् तत्र किञ्चित् अभ्यासं कृत्वा अग्रे गन्तुं शक्नुमः तर्हि अत्र इगन्तदातवः इत्युक्ते यत्र यत्र धातोः अन्ते इक् वर्णः अस्ति अत्र भुवादिगणे तु इगन्तदातुः अस्ति चेत् गुणः भवति इति वयं जानीमः खलु सर्वधातुकार्धधातुकयोः इत्यनेन गुणः भवति सर्वत्र अतः एकस्य धातोः रूपं किम् इति जानीमः चेत् सर्वेषां धातूनां रूपाणि वयं ज्ञातुं शक्नुमः तर्हि क्षी इति धातुः अस्ति क्षीक्षये इति धातोः तत्र पमेलाभगिनी रूपाणि वदतु लटि लोटि क्षयेत अङ्गं लटि क्षयति क्षयतः क्षयन्ति क्षयसि क्षयतः क्षयत क्षयामि क्षयाव क्षयामः क्षयावः क्षयामः लोटि क्षयतु क्षयतात् क्षयतां क्षयन्तु क्षय क्षयतात् क्षयतं क्षयत क्षयानि क्षयाणि क्षयाव क्षयाम क्षयानि इति अत्र लणत्वमस्ति वा श इत्र क अस्ति शकार अस्ति या यकार तत् प्रत्याहारे यकार नास्ति न भगिनि तर्हि शयानि इति एव भवति न तु यकारः नास्ति वा अस्ति तर्हि भवति भगिनि हयवरट् भवति भवति क्षयानि समीचीनं तर्हि इदानीम् अत्र अग्रे विनयमहोदय तत्र जी धातुः जये इति तत्र जी जये जीत्ना इत्यस्मिन् अर्थे तत्र विपराभ्यां जेः इति अस्ति खलु तत् सूत्रं तत् पठतु अत्र जये जी धातु जी धातु जये भवति तदनन्तरम् अङ्ग जय भवति सूत्रं पठतु विपराभ्यां जेः पश्यामि विपराभ्यां जेह जेह विपरा जेहे विपरा पूर्ववास जयतेः धातुः आत्मनेपदं भवति विजयते या पराजयते विजयते या पराजयते वि अपि च पर् उपसर्ग अतः विजयते अत्र विजयते निष्पन्नः आत्मनेपदी अपि च पराजयते आत्मनेपदी सत्यम् अस्तु समीचीनं तर्हि विजय इत्युक्ते जयति इति रूपमस्ति तत्र सत्यमेव जयते इति अस्ति खलु तत्र तु विशेष विशेषप्रयोगः अस्ति सामान्यतया जयति जयते इति न वदामः तत्र सामान्यतया जयते इति न वदामः जयति इत्येव वदामः परन्तु उपसर्गपूर्वकः वि अथवा परा इति उपसर्गपूर्वकः अस्ति चेत् तदानीम् आत्मनेपदत्वं भवति विजयते पराजयते इति तर्हि तत्र पराजयते इति इदानीं तत्र सुमन् भगिनी वदति वा पराजयति पराजयते इत्यस्य लङ्गि रूपाणि आं भगिनी प्रयत्नं करोमि इदानीं तु परा उपसर्ग अस्ति आत्मनेपदीरूपं भवति तत्र परा योग अकार परा एव तिष्ठति अतः पराजयत पराजये पराजयेतां पराजयन्त परा जय पराजयात् परा जयथाः पराजयेथां पराजयत्वं पराजये पराजय वहि पराजय महि जया वहि जया महि पराजया महि वहि पराजया महि समीचीनम् तत्र परायोगः जय इति अङ्गं तत्र जी धातोः जीयोगः शप् गुणः भूत्वा जे अयादेशः जय जय इति अङ्गं परा इति उपसर्गः योजयित्वा पराजय इति सर्वत्र पराजय इति स्वीकृत्य प्रत्ययं योजयामः चेत् एतादृश रूपाणि इदानीं तत्र लङ्गी तु कः विशेषः इति चेत् परायोगः अजय इति भवति तत्र अडागमः अपि भवति परायोगः अजय किन्तु इदानीं तु परायोग तु परा एव सत्यं सत्यम् अहं केवलं प्रतिपादनं करोमि परायोगः भवती सम्यक्तया उक्तवती परायोगः अडागमः अपि भवति अजय इति अङ्गं परायोगः अजय पराजय इति इदानीम् अङ्गम् अस्ति पराजय पराजय इति स्वीकृत्य तत्र प्रत्ययं यः यः प्रत्ययः अस्ति तस्य योजनं भवति तर्हि रूपाणि तत्र सिद्ध्यन्ति अस्तु अस्तु पराजयते इत्यत्र विधिलिङ्ग् रूपाणि वंशी भगिनी वदतु आं भगिनि पराजय विधिलिङ्ग् किल परायोगः जयेत परा भवति वा परा एव इदानीम् उक्तं खलु पराजय इति अङ्गं सर्वत्र समीचीनम् अस्तु पराजयेत पराजयेथां क्षम्यता पराजयेतां पराजयेरन् पराजयेथाः पराजये पराजेयाथां जे नास्ति पराजये जये क्षम्यतां पराजयेथाः पराजयेयाथां पराजयेध्वं पराजेय पराजेयावहि क्षम्यतां पराजये वहि परा जे नास्ति भगिनि जे न जये वहि क्षम्यतां क्षम्यतां जय पराजये वहि पराजये महि समीचीनं पुनः एकवारं वदतु मन्दं मन्दं वदतु मन्दं वदामि पराजयेत पराजयेयातां पराजयेरन् पराजयेथाः पराजयेयाथां पराजयेध्वं पराजयेय पराजये वहि पराजये महि समीचीनं समीचीनं तर्हि इदानीं तत्र अग्रे अग्रे गच्छामः अत्र अत्र पश्यति चेत् अत्र ये ये धातवः अत्र सन्ति सर्वत्र इगन्तदातवः अतः तत्र केवलम् एतादृशमेव रूपाणि भवन्ति, अतः क्लेशः नास्ति. तत्र एतत् सर्वं पठनीयं वा नो चेत् अग्रे गच्छामः, अहं पृच्छामि इदानीं. हरि ओम्, किं चिन्तयन्ति? एतत् सर्वं पठितुम् इच्छन्ति वा नो चेत् अग्रे गच्छामः वा? पठितुम् इच्छति, इच्छन्ति वा? अस्तु, तर्हि तत्र इदानीं झ्रि अभिभवे इति ततः आरभ्य पठन्तु. तत्र कः पठति? तत्र अरुणभगिनी पठतु. झ्रि अभिभवे, झ्रि अभिभवे, झ्रि एव दातु, तथैव अर्थमस्ति. परास्त कर्ण अभिभूत कर्ण ज्रय इति अङ्गं, ज्रयति इति रूपम्. अभिभवः न्यून न्यूनीकरणं, न्यूनीभवनं वा. आद्ये सकर्मकः शत्रून् जायति जयति. द्वितीये अकर्मकः अध्ययनात् पराजयते, जायति इत्यर्थः. सम् जिर् धातु अर्थः अभिभवे, ज्रय इति जि ज्रि योगः, शप् योगः इति सार्वधातुक आर्धधातुकयोः इति सूत्रेण गुणः भवति. ज्रय इति रूपं ज्रयति, अभिभावः तदा अर्थं दत्तम् अर्थमस्ति. न्यूनीकरणं न्यूनीभवनं वा. सामान्यतया अद्य सकर्मकधातुः, परन्तु शत्रून् जयति. अहं न द्वितीय अकर्मकः अस्ति चेत् अध्ययनात् पराजयते. इद भगिनी अधि इति पूर्वक जयति भगिनि. अहं आम् इत्युक्ते तत्र शत्रून् जयति इति तत्र उपसर्गः नास्ति, उपसर्गः नास्ति चेत् जयति इति परस्मैपदीरूपं, परन्तु परा इति उपसर्गः अस्ति चेत् तदानीं तत्र आत्मनेपदीरूपम् अनन्त, अपि च तत्र अकर्मकत्वमपि अस्ति. ओ परा अस्ति चेत् ओके. किन्तु भगिनि एतत्तु झ्रि धातु, खलु झि नास्ति झ्रि. अत्र तु झ्रि इति न दत्तं खलु, झ्रि धातोः विषये अत्र अत्र किम् उक्तम्? आद्ये सकर्मकः शत्रून् जयति, तत्र ज्रयति इति न उक्तं खलु? आम्, किञ्चित् विवरणं करोतु, भगिनी न अवगतवती. अहं चिन्तयामि अत्र पूर्वं यदुक्तं तस्य विषये अत्र अत्र अत्र एव उक्तमस्ति इति. यद्यपि तत्र अभिभवः न्यूनीकरणं न्यूनीभवनम् इति तु झ्रि धातोः विषये एव, परन्तु एकक्षणं, तत्र अभिभव इत्युक्ते किं? तत्र उक्तं खलु न्यूनीकरणं न्यूनीभवनम्. अभिभवः इत्युक्ते न्यूनीकरणम् इत्युक्ते यदधिकमस्ति तस्य न्यूनम्, इतोपि न्यूनीकरणं, यदन्यूनम् अस्ति तस्य न्यूनीकरणं, टु लेसन् लेसन्. अत्र तु झ्रि धातोः विषये न उक्तं तत्र, परन्तु झि धातोः विषये उक्तम्. अध्येतुं ग्लायति इत्युक्ते इत्युक्ते तत्र पठित्वा पठित्वा तत्र श्रमः जातः, अध्ययनात् पराजयते इति अर्थः. तत्र अत्र झ्रि धातोः विषये न उक्तं, झि झि धातोः विषये एव उक्तं. तत्र उदाहरणं धातुद्वयमपि पश्यामः चेत् द्वयोः अर्थः समानः एव, इत्युक्ते यद्यपि अभिभवः इति उक्तं, तत्र अभिभवः इति यदपि अत्र उक्तमस्ति, तत्र न्यूनीकरणम् इति एकः अर्थः, परन्तु झ्रि धातोः विक्ट्री इत्यपि अर्थः अस्ति. परास्तकर्ण अभिभूत्कर्ण इति यः अर्थः पूर्वम् उक्तं झि धातोः विषये, सः एव अर्थः अत्रापि अस्ति. झ्रि धातोः विषये अपि अर्थः कस्यचित् गृहे शुनकः कृपया म्यूट् कुर्वन्तु. तत्र ज्रि इत्युक्ते द्वयोः धातोः अर्थः समानः एव, परन्तु आत्मनेपदत्वं केवलं जी धातोः विषये एव, न तु ज्रि धातोः विषये. अतः एव तत्र अधः उदाहरणं दत्तमस्ति, जी धातोः विषये अपि स्वीकृत्य उदाहरणं दत्तमस्ति. शत्रून् जयति इति परस्मैपदीरूपं भवति, परन्तु यत्र अकर्मकप्रयोगः पराजयते इति यत्र रूपमस्ति तत्र पराजयते इत्यत्र आत्मनेपदीरूपम् अपि च अकर्मकप्रयोगः अस्ति. अकर्मकप्रयोगः अस्ति इति तावदेव, तत्र अन्यत् किमपि नास्ति. अकर्मक इत्युक्ते इदानीं तु शत्रून् पराजयते इति न वक्तुं शक्नुमः किम्? शत्रून् पराजयते इति न वक्तुं शक्नुमः वा? इत्युक्ते तत्र यत्र पराजयते इत्यस्मिन् अर्थे अस्ति तत्र अकर्मकप्रयोगः एव, अत्र अकर्मकप्रयोगः एव. कथं वदनीयम्? अत्र उदाहरणं दत्तम् अस्ति खलु, अध्ययनात् पराजयते, अत्र अकर्मकप्रयोगः अस्ति खलु, अध्ययनात् पराजयते. न अवगतवती. किं न अवगतम्? अध्ययनात् इति इदानीम् इत्युक्ते अध्ययनात् इत्युक्ते तत्र इति उक्तं खलु, अध्येतुं ग्लायति इति अर्थः. अध्येतुं ग्लायति इत्युक्ते इत्युक्ते अत्र पश्यतु, अध्ययनात् पराजयते इत्युक्ते तत्र कोऽपि अध्ययनं करोति खलु, अध्ययनं कोऽपि करोति, तत्र पठित्वा पठित्वा तः सः ग्लानः श्रान्तः अभवत्, श्रान्तः अभवत् इत्युक्ते तत्र तदेव अर्थः, इत्युक्ते पठित्वा पठित्वा सः श्रान्तः अभवत् इति अर्थः. अतः अकर्मकेभ्यः इति उक्तम्, अकर्मकेभ्यः अयम् आत्मनेपदीरूपं पराजयते इति, सकर्मकेभ्यः नास्ति. इत्युक्ते इदानीं विजयते अपि अकर्मकरूपं किं, नो चेत् तत् सकर्मक भवितुं शक्नोति? विजयते इत्यत्रापि तत्र यद्यपि सूत्रे तु तत्र आत्मनेपदी परस्मैपदी इत्यत्र तत्र अकर्मकः एव भवेत् इति न उक्तं सूत्रे, तथा किमपि न उक्तं, परन्तु यत्र न्यूनीभवनम् इति अर्थे अस्ति, न्यूनीभवनम् इति अर्थे अस्ति चेत् इत्युक्ते यदा जयं कोऽपि प्राप्नोति इति चेत् कस्यचित् न्यूनीभवनं भवति खलु. अस्तु, यदा न्यूनीभवनम् इति अर्थे अस्ति तदानीम् अकर्मकः भवति. अत्र पराजयते इत्यत्र न्यूनीभवनम् अस्ति, विजयते इत्यत्र न्यूनीभवनम् अस्ति, कस्यचित् न्यूनीभवनम् अस्ति, यत्र न्यूनीभवनम् अस्ति तत्र तु अकर्मकप्रयोगः इति दत्तम्. जयति अपि न्यूनीभवनं तत्र अर्थः भवति, जयति अपि न्यूनीभवनम् अर्थः भवति, परन्तु उपसर्गसहितः अस्ति चेदेव आत्मनेपदत्वं भवति तावदेव. अस्तु, अत्र अहं किं वदामि इति चेत्, कुत्रचित् काव्येषु अथवा श्लोकेषु विजयति जयति पराजयति इत्यस्य पराजयते विजयते इत्यत्र वाक्यानि सन्ति चेत् पश्यन्तु, दृष्ट्वा तत्र वर्गे आगत्य वदन्तु, तत्र वयं स्वीकृत्य चर्चां कर्तुं शक्नुमः वाक्यानि सन्ति चेत् कुत्रचित्. अपि च आद्ये द्वितीये, इदानीम् आद्ये द्वितीये इत्युक्ते किमपि विशेष अर्थः अस्ति वा, नो चेत् जस्ट् न, अत्र अर्थद्वयम् अस्ति खलु, वदामः खलु फस्ट् सेकेण्ड्, तावदेव तावदेव. आद्ये आद्ये अर्थे इत्युक्ते तत्र परास्तकर्णा इत्यस्मिन् अर्थे, परास्तकर्णा इत्यस्मिन् अर्थे सकर्मकः अस्ति धातुः. तत्र शत्रून् जयति इत्युक्ते परास्तकर्ण खलु, तत्र सकर्मकप्रयोगः. अभिभूत् कर्ण इत्युक्ते द्वितीये अर्थे, अभिभवे न्यूनीभवनम् इति अर्थे अकर्मकः. इत्युक्ते क्षम्यताम् अत्र अध्ययनात् पराजयते इत्यनेन अत्र किम् इत्युक्ते इत्युक्ते तत्र यदि तत्र छात्रद्वयम् अस्ति इति चिन्तयन्तु, छात्रद्वयम् अस्ति, एकः छात्रः अधिकं पठितं तत्र सर्वं जानाति, तत्र अध्ययनात् सः अन्यान् पराजयते इत्यपि अर्थः भवितुमर्हति. अध्ययनात् अन्यान् पराजयते इत्यस्मिन् अर्थे अपि भवितुमर्हति, परन्तु तत्र अकर्मकप्रयोगः इति कृत्वा अन्यान् पराजयते इति तत्र न उक्तम्. अध्ययनात् पराजयते इत्युक्ते अध्ययनात् इत्युक्ते स्वयं तत्र ग्लानः अभवत् इति अर्थः भवितुमर्हति, स्वयं पठित्वा पठित्वा ग्लानः श्रान्तः अभवत् इत्यपि भवितुमर्हति. अध्ययनात् पराजयते इत्युक्ते तत्र सर्वं ज्ञात्वा पराजयते इत्यस्मिन् अर्थे अपि भवितुमर्हति. अतः तत्र लोके कीदृशप्रयोगाः सन्ति इति स्वीकृत्य पश्यामः चेत् स्पष्टता भवति. अस्तु, तर्हि इदानीम् अग्रे गच्छामः. अग्रिमधातुः टु ओश्वि इति धातुः तत्र अग्रे उषाभग्नि अग्रे भगिनि डु ओ शिव् डु ओश्वि डु ओश्वि शिव फूल्ना श्वि अश्वि आं सारि आं भगिनि आं भगिनि डु ओश्वि श्वि फूल्ना भग्ना भग्ना ओके श्वय श्वयति गति गतिवृद्धयोः ओके गतिवृद्धयोः सो फूल्ना बड्न ओके श्मिङ्ग श्मिङ्ग ईषद् दसने स्मि इति भवति धातुभिकं स्मि पुस् पुस्कुरान मुस्कुरान मुस्कुरान मुस्कुरान अर्थं किं भगिनी हिन्दी न जानामि. मुस्कुरान इत्युक्ते स्मैल् स्मैल् स्मयते That's me, yeah. धातु भगिनि फूल्ना फूलना बडना फूल्ना बडना गति गतिवृद्धिः खलु गतिवृद्धिः अत्र संस्कृते तत्र अर्थः अस्ति तत्र दृष्ट्वा गन्तुं शक्नुमः गतिवृद्धिः इति. भगिनि तत्र टु ओष्वि अस्ति खलु तत्र एकपदम् एव भवति अतः सन्धिः किम् अर्थं न भवति टु ओ इति तत्र टु ओ न भवति किम् ओ अस्ति किमर्थं सन्धिः न कृतः इति वा इत्युक्ते तत्र सन्धिं करोति चेत् तत्र सन्धिं करोति चेत् तत्र अत्र आदौ कः वर्णः अस्ति ह्रस्वकारः अस्ति वा दीर्घ ह्रस्व उकारः अस्ति वा दीर्घ उकारः अस्ति वा इति न ज्ञायते खलु. तत्र यतोहि टु इत्यस्य इत्संज्ञा अस्ति खलु न ज्ञायते इति कृत्वा पृथक् पृथक् कृत्य उक्तम्. इत्यस्यापि अनुनासिकत्वम् अस्ति, ओ इत्यस्यापि इत्संज्ञा भवति अतः तत् ओदितश्च इत्यपि सूत्रमस्ति. तत्सर्वं तत्र बहूनि सूत्राणि सन्ति इत्संज्ञकवर्णम् आश्रित्य अतः एव पृथक् पृथक् कृत्य उक्तम्. अस्तु अग्रे पठतु भगिनि. श्मिङ्ग अभवत् अग्रे श्रिञ्ज श्रिञ्ज सेवायां श्री इति धातु भवति श्रिया श्रिया जकारः नास्ति ञकारः श्रिय चलनम् ओके शिञ्ज् सेवाय ओ श्रिय सेवायाम् ओके श्री इति धातु भवति आश्रय आश्रयलेन आश्रयलेन सेवाकर्ण ओके श्रय सेवायाम् इति अर्थः सेवायाम् इति अर्थः आश्रय आश्रयम् आश्रयस्य स्वीकरणम् श्रय इति श्रयति भवति ओ उभयपदीया श्रय श्रयते अपि भवति आश्रयति आश्रयते आश्रयति इति अस्ति खलु आश्रयति आं भगिनि आश्रयति आश्रयते आश्रयते आश्रयते अस्तु अस्तु धन्यवादः. इदानीम् अग्रे धन्यवादः. तत्र कः सूर्यकुमारी भगिनी अग्रे पठतु. भगिनि इकारान्धातवः ईङ् विहायसा गतौ दीङ् क्षम्यतां दीङ् दी भवति अनुबन्धलोपानन्तरम् उडना आकाश आकाशमे चलना दया दयते अङ्गं दया अस्ति आत्मनेपदं दयते विहायस गतिः आकाशमार्गेण गमनं दयनमित्युक्ते आकाशमार्गे गमनं. आम् आं भगिनि. अग्रे अग्रे नीङ् प्रापणे नी धातु नी नकार मुद्दन तालवे नकार भवति नी भवति ले जान बहुचान अङ्गमस्ति नय रूपमस्ति नयति नयते प्रापणम् आसादनम् नी नयते नयति तु द्वे रूपमस्ति सन्ति समाननोत्सञ्जनाचार्यक आसादनम् इत्यपि आसादनम् इत्यपि प्रापणम् इत्येव अर्थः प्रापणम् आसादनम् प्रापणम् इति अर्थः. आं भगिनि सूत्रमान अस्ति सम्माननो सञ्जनाचार्यकरणज्ञानभृति विगण विग वी विगणन्य येषु नियः सम्मानन उत्सर्जन आचार्यकरणज्ञानभृति विगणन व्ययेषु विगणनव्ययेषु नियः विवरणमस्ति अधोभागे. इदानीं पश्यामः अर्थः कः इति इदानीं पश्यामः. अकर्तृप्रयार्थे मारम्भः न न सम्यक्तया सन्धिविच्छेदं कृत्वा पठतु. अभिप्रायार्थः अमारम्भः अयम् आरम्भः ओ अयम् यकारस्थनमस्ति अह अकारः अस्ति खलु तत्र अवग्रहः अस्ति खलु अमारम्भः समारम्भः नास्ति अयम् आरम्भः सकारः कुत्र अस्ति तत्र अवग्रहः अस्ति खलु अवग्रहः अकारः अस्ति यकारः नास्ति भगिनि अयम् आरम्भः यकारः नास्ति अस्तु अस्तु नास्ति यकारः नास्ति वा अस्तु अम् आरम्भः अम् आरम्भः इति अस्ति वा कर्तृभिप्राय प्रायार्थः अयम् आरम्भः इति भवेत् अम् आरम्भः इत्यस्य कः अर्थः अयम् आरभ्यः यकारः नास्ति अयम् आरम्भः समीचीनं यकारः भवेत् तत्र वृत्तिषु अस्ति अयम् आरम्भः अस्तु अग्रे नीन् प्रापणे इत्यस्मात् धातोरात्मनेपदं भवति समानन्ददिषु विशेषेषु सत्सु सम्माननं पूजनं मातरं सन्नयते वेदेषु शिष्यं नयते वात्री आचार्यः लोकायते शास्त्रे पदार्थं नायते उत्सञ्जनामुक्षोपणं दण्डमुक्षेपणम् उत्सञ्जनम् उत्क्षेपणम् उक्षेपणम् उक्षेपणं दण्डमुन्नयते मानवकमुदानयो दानयते उत्क्षिप्पति इत्यर्थः आचार्यकरणमाचार्यक्रिया मानवकमुपनायते ज्ञानं प्रमेयानि स्वयः विशेषु बुद्धिं नयते वेदेषु बुद्धिं नयते आं क्षम्यतां वेदेषु बुद्धिं नयते भृतिर्वेतनं कर्मकरान् उपनयते भृतिधानने समीपं करोति विगणन मृणादे भृतिदाने न समीपं करोति भृतिदानेन ओ भृतिदाने न समीपं करोति विगणन मृणादेः निर्यातनं मद्राः करं विनयन्ते निर्यातयन्तीत्यतः व्ययो धर्मादिषु विनियोगः शतं विनयते सहस्रं विनयते अवगतं वा न न भगिनि क्षम्यताम् इत्युक्ते अत्र धातुः तु उभयपदी अस्ति नीयप्रापणे इति धातुः उभयपदी अस्ति कथं जानीमः उभयपदी इति स्वरितनितकर्तृभिप्राये क्रियापले इति उक्तं खलु अतः अत्र उभयपदी धातुः अस्ति तर्हि सर्वत्र नयति नयते इति प्रयोगः शक्यते परन्तु केषुचित् स्थलेषु केवलम् आत्मनेपदित्वमेव भवति तदर्थं सूत्रमस्ति तादृशस्थलानि कानि इति चेत् अत्र सूत्रे उक्तम् अर्थाः के इति उक्तं सम्माननं उत्सञ्जनम् आचार्यकरणं ज्ञानं भृतिः विगणनं व्ययः सम्माननम् इत्युक्ते तत्र किम् इति चेत् मार्गदर्शनं सम्यक्तया मार्गदर्शनम् एव सम्माननं सम्माननम् इत्युक्ते तत्र टु गिव् रेस्पेक्ट् इत्यस्मिन् अर्थे अपि अस्ति खलु टु रेस्पेक्ट् इन् एन् अप्रोप्रियेट् वे इत्यपि अस्ति सम्माननम् इत्युक्ते सामान्यतया रेस्पेक्ट् आदरः इत्यस्मिन् अर्थे अस्ति नो चेत् तत्र मार्गदर्शनम् इत्यपि वक्तुं शक्यते सम्माननम् अनन्तरम् उत्सञ्जनम् इत्युक्ते तत्र उत्थापनं तत्र किं तत्र उपरि नयनम् उपरि उन्नयनम् उत्सञ्जनम् इत्युक्ते उन्नयनम् इति अर्थः आचार्यकरणम् आचार्यकरण इत्युक्ते तत्र गुरुः शिष्यं प्रति तत्र ज्ञानं ददाति ज्ञानं दत्वा दत्वा तत्र छात्रम् उन्नयति he is making him eligible to be a teacher imparting knowledge okay gnanam iti tu vayam janimah vrutihi ityukte tatra vetana ityukte vetanartham tatra karmakarasya grahanam vetanam yaha vetanam swikritya karyam karoti yaha karmakarah asti tadeva vrutihi ityukte employment niganana ityukte ऋणस्य प्रत्यर्पणं यः कोऽपि ऋणं स्वीकरोति तस्य प्रत्यर्पणं returning a loan, paying off a loan is niganana. Vyayah iti tu vayam janimah, spending iti arte. Eteshu arteshu tatra ni prapane iti dhatuhu atmane padittvam eva prapnoti. Tadartham atra udaranani dattani. Dattani tatra sammananam ityukte pujanam. Tatra mataram sannayate iti udaranamasti. Mataram sannayate ityukte matuhu pujam karoti ityartha. Mataram sannayate iti udaranam. Vedeshu shishyam nayate. Vedeshu shishyam nayate. Iti tatra tatrapi margadarshanam. Margadarshanam karoti. तत्र सम्माननम् इत्युक्ते पूजनम् इति अर्थः मार्गदर्शनम् इत्यपि अर्थः वेदेषु शिष्यं नयते इत्युक्ते मार्गदर्शनं करोति इत्यर्थः चार्वी आचार्यः लोकायते शास्त्रे पदार्थान् नयते इति तत्र एते सर्वे अर्थाः सम्माननम् इत्यस्य इत्युक्ते पूजनम् अथवा लीडिङ्ग् इत्यस्मिन् अर्थे अस्ति मार्गदर्शनम् इत्यस्मिन् अर्थे उत्सञ्जनम् उक्षेपणम् उक्षेपणम् इत्युक्ते त्रोयिङ्ग् अप् दण्डम् उन्नयते दण्डम् उन्नयते इत्युक्ते पिकिङ्ग् अप् अ स्टिक् इति दण्डम् उन्नयते मानवकम् उदानयते उक्षिपति इति अर्थः अनन्तरम् आचार्यकरणं मानवकम् उपनयते मानवकम् उपनयते इत्युक्ते इम्पार्टिङ्ग् नालेज् एण्ड् मेकिङ्ग् him ready to be a teacher manavakam upanayate gnane prameya nischayah vedeshu buddhim nayate ityukte vedeshu buddhim nayate ityukte tatra gnanam dadati vedeshu gnanam veda vishe gnanam dadati prameya nischayah briter vetanam ityukte karmakaran upanayate karmakaran upanayate ityukte employing a karmakara employing somebody वृत्तिदाने न समीपं करोति विगणनं ऋणादेर्निर्यातनं विगणनं इत्युक्ते ऋणस्य प्रत्यर्पणं मद्राः करं विनयन्ते करम् इत्युक्ते टेक्स् करं विनयते करम् इत्युक्ते तत्र टेक्स् तदपि ऋणम् अस्ति खलु तर्हि विनयन्ते इत्युक्ते मद्राः विनयन्ते इत्युक्ते रीपेयिङ्ग् द कर निर्यातनम् इत्यर्थः व्ययः धर्मादिषु विनियोगः शतं विनयते सहस्रं विनयते स्पेण्डिङ्ग् हण्ड्रेड् शतं विनयते स्पेण्डिङ्ग् हण्ड्रेड् सहस्रं विनयते स्पेण्डिङ्ग् थौसण्ड् इति एतेषु अर्थेषु उभयपदित्वं नास्ति तत्र केवलम् आत्मनेपदित्वमेव भवति अवगतम् इत्युक्ते विशेष अर्थाः सन्ति इत्यर्थः अवगतं वा भगिनि तर्हि सामान्यतया कथम् अवगच्छामः एतत् सर्वं त्यजामः इदानीं सामान्यतया सम्माननम् इत्युक्ते पूजनम् इत्यर्थः अथवा मार्गदर्शनम् इत्यर्थः तर्हि नयते इति रूपं स्वीकृत्य एकं वाक्यं कोऽपि वदतु तत्र विजयलक्ष्मीभगिनी वदतु नयते इति स्वीकृत्य वाक्यं वदतु मार्गदर्शनम् इत्यस्मिन् अर्थे नयते हा अस्मि अहं मम पार्श्वे मम श्वाः तिष्ठन् अस्ति तदेव म्यूट् मध्ये भवामि नयते राज्ञः किं देशे ये वसति तेषां परिचारकः वा राज्ञः वा राजा इति वक्तुमिच्छति वा राजा नगरवासिनः वनं प्रति नयते अस्तु दशरथः यदा रामः वनं प्रति गच्छति तदा दशरथः अपि गच्छति तत्समये नगरवासिनः अपि तेन सह नयन्ते इति वा नयते इति रामः दशरवासिन दशर किं नगरवासिनवासिनं नयते दशरथः नगरवासिनः वनं प्रति नयते नयते भवति वा नयन्ते इति भवति वा दशरथः इति दशरथः नयते हा सम्यक् सेनापतिः भटान् नयते किं सेनापतिः भटान् भटः मीन्स् सैन्यं न ओके न श्रूयते सेनापतिः किं सेनां नयते वा हा हा हा हा भटान् हा सेनान् नयते सेनान् नयते हा समीचीनं मार्गदर्शनमिति अस्तु इदानीम् उत्सञ्जनम् उत्थापनम् इत्यस्मिन् अर्थे तत्र कोऽपि वदतु वाक्यं तत्र का वदति भगिनी एकः प्रश्नः इत्युक्ते एतेषाम् अर्थेषु एतेषु अर्थेषु आत्मनेपदीरूपम् एव भवति यद्यपि उभयपदी अस्ति नीधातु तत्र परस्मैपदीरूपं न भवति इत्येव अर्थः खलु तत्र इति एव अस्ति तावदेव अस्ति तत्र विशेष अर्थाः सन्ति एतेषु अर्थेषु अतः परस्मैपदीरूपं वयं तत्र परस्मतिपदरूपं वयं प्रयुज्महे चेत् तत्तु दोषाय भवति इत्युक्ते तत्र भवती अस्मान् व्याकरणे नयति इति वदामि चेत् तत्र दोषः नयते इति वक्तव्यं किल इति अस्ति अस्तु उत्सञ्जनम् इत्युक्ते तत्र उत्थापनम् इति कोऽपि वदतु झटिति वदतु समयः नास्ति उत्थापनं कः विजया भगिनी वा वदतु सः अत्र सुप्तवान् कोऽपि उत्थापनं कर्तुं शक्यते वा न न नयति इति धातुः अस्ति खलु तत् स्वीकृत्य वक्तव्यं तत्र नयते इति रूपमस्ति खलु उत्सञ्जनम् इति अर्थः अस्ति चेत् नी धातोः उत्सञ्जनम् उत्थापनम् इति अर्थः अस्ति चेत् तदानीम् आत्मनेपदीरूपमेव भवति नयते इति एव भवति तर्हि तादृशम् अर्थं स्वीकृत्य वाक्यं वदतु इति अर्थः जुलै 4th स्वातन्त्रदिनम् अस्ति ततः जनाः ध्वजम् उन्नयन्ते आरक्षक चोरं दण्डम् उन्नयते ध्वजम् उन्नयन्ते धन्यवादः ध्वजम् उन्नयन्ते अस्तु इदानीं वदतु मीना भगिनि आरक्षक चोरं दण्डम् उन्नयते दण्डेन उन्नयते आरक्षकः चोरम् उन्नयते चोरं दण्डेन उन्नयते इत्युक्ते कः अर्थः विद् अ स्टिक् हि इस् लिफ्टिङ्ग् विद् अ स्टिक् इति अस्तु रामः लवकुशलौ नीयेते रामः लवकुशौ नीयते किमर्थं नीयेते कर्ता कः नीयते नीयते नीयन्ते इति प्रथमं न भवत्याः वाक्ये कर्ता कः कर्ता अत्र रामः एव रामः कस्मिन् तत्र वचनं किं रामस्य प्रथमविभक्ति एकवचनं तर्हि क्रियापदं तत्र क्रियापदस्य वचनं किं भवेत् रामकुशलौ इति नीयेते इति प्रथमपुरुष द्विवचनम् अस्ति अतः तत्र मया लवकुशलौ इति स्थापितम् लवकुशलौ इति कर्ता अस्ति वा कर्म अस्ति वा तत्र कर्म अस्ति कर्म अस्ति चेत् इदानीं तत्र कर्तरीप्रयोगे क्रियापदं कम् अनुसरति सा तु कर्मणि वदति रामेण नीयते इति भवति रामेण लवकुशलौ नीयेते रामेण कर्मणि न इदानीं तत्र तत्र किं तत्र आत्मनेपदीरूपं किं भवति नीयते नीयते नीयन्ते इति भवति खलु भगिनि नीयते नीयते हा इदानीं तत्र तत्र कर्मणि प्रयोगे वक्तुमिच्छति चेत् रामेण लवकुशलौ नीयेते लवकुशौ न लवकुशल कुशलः एव खलु कुशलः न कुशः तृणस्य लवकुशौ लवकुशौ कुशलः अस्तु उत्तरं जानाति चेत् हस्तम् उन्नयताम् उन्नयतु उन्नयतु इति तत्र लोटी वदति वा उन्नयताम् उन्नयताम् समीचीनं उन्नयतु उन्नयतु इति दोषाय एव अस्ति उन्नयतु इति परस्वैपदी खलु परन्तु तत्र दोषः न तत्र उत्थापनम् इति अर्थे अस्ति चेत् तत्र उन्नयतु ये छात्राः पुत्रं जानन्ति हस्तम् उन्नयतु इति सर्वदा वदन्ति किल उत्तोलयतु उन्नयन्तु आम् सत्यम् तत्र तु तां पाणिनीयं न जानाति इति मन्ये झटिति उत्तरं दत्तवती उन्नयतु इति तत्र हस्तम् उन्नयतु इत्युक्ते तत्र उत्थापनं टु रेज् इत्यस्मिन्नेव अर्थः अस्ति खलु टु लिफ्ट् तर्हि तस्मिन् अर्थे तु आत्मनेपदी एव भवति इति सूत्रं वदति तर्हि उन्नयतु हस्तम् उन्नयतु इति द्रष्टव्यं तत्र कथं यतोहि शिष्टप्रयोगः तादृशं दृश्यते शिष्टप्रयोगः दृश्यते खलु उन्नयतु इति प्रयोगः बहुधा श्रूयते अतः तत् अशिष्टम् अस्ति वा इति किञ्चित् चिन्तनीयं तत्र कथं साधुत्वम् इति तस्य विषये तत्र चिन्तयामः पतन्तं बालकं माता उन्नयते समीचीनं तत्र श्लोक श्लोकः अस्ति खलु भो राम माम् उद्धर इदानीं भो राम माम् उन्नयस्व इति वक्तुं शक्नुमः किम् वक्तुं शक्नुमः वक्तुं शक्नुमः अस्माकं विवक्षा तथा अस्ति चेत् वक्तुं शक्नुमः अस्तु तत्र उन्नयस्व इति भवति त्वं माम् उन्नयस्व इति अस्ति तर्हि अनन्तरम् आचार्यकरणम् इति अस्ति विधिपूर्वकं ज्ञानदानम् इत्यस्मिन् अर्थे कोऽपि वक्तुमिच्छति वा वाक्यम् अत्र कोऽपि वदतु विधिपूर्वकं ज्ञानदानम् वदतु कोऽपि गुरुकुले गुरुकुले तत्र गुरोर्मार्गदर्शनेन किं भवन्ति विधिपूर्वकं तु गुरुकुले एव अस्ति न गुरुकुले एव कुले अन्यत्रापि भवितुमर्हति खलु विद्यालये गुरुः शिष्यम् उन्नयते उपनयते उपनयते नयते इति नयते नयते नयते इति शक्यते खलु नयते अस्तु ज्ञानम् इत्यस्मिन् अर्थे तदपि समानम् गुरु एव ज्ञानं ददाति नयते किं वेदेषु बुद्धिं नयते इति अस्ति खलु सत्यं वेदेषु बुद्धिं नयते समीचीनम् अनन्तरं पुष्पमातः अष्टाध्यायीं पुण्यार्थं सर्वेषां नयते समीचीनम् अनन्तरं वृत्तिवेतनं वेतनं दत्त्वा तत्र किमपि वाक्यमस्ति वा अत्र उक्तमस्ति खलु कर्मकरान् उपनयते इति अस्ति अनन्तरं विगणनं ऋणाद् निर्यातनम् इति करं विनयन्ते इति उक्तमस्ति. व्ययः इत्युक्ते शतं विनयते, सहस्रं विनयते इति अस्ति. अस्तु, अत्र अवगतं वा? किञ्चित् अग्रे गच्छामः. तदानीम् किमर्थं किञ्चित् अवगतं? तत्र अर्थः कः इति उक्तं खलु, अत्र सूत्रे यानि पद अभ्यासः आवश्यकः तावदेव. अस्तु, इदानीं विजयलक्ष्मी भगिनी अग्रे पठतु. कर्तृस्थे च शरीरे कर्मणि. कर्तृस्थे च अशरीरे च अशरीरे कर्मणि. कर्तृस्थे कर्मण्यशरीरे शरीरे सति नयतेरात्मनेपदं भवति. क्रोधं विनयते, क्रोध को दूर करता है. क्रोधः कर्तुः शरीरे स्थितोपि शरीरं नास्ति. यहाँ क्रोध कर्ता में स्थित है किंतु शरीर से भिन्न है. शरीरे कर्मणि परस्मैपदं गडुं विनयति. घेंघे को दूर करता है. अत्र भावः शरीरे नास्ति इत्यर्थे. यः क्रोधः करोति तस्य शरीरे क्रोधः नास्ति इत्यर्थे यदा प्रयोगः भवति तदा आत्मनेपदं भवति निधातुः. यथा क्रोधं विनयते इत्युक्ते क्रोधं दूरीकरोति इत्यर्थे. तस्य शरीरे यत् क्रोधम् आसीत् तस्य किं करोति, दूरं करोति इति. क्रोधः कर्तुः शरीरे स्थितोऽपि शरीरं नास्ति इत्युक्ते किं भगिनी? यद्यपि क्रोधः मनुष्यस्य शरीरे अस्ति परन्तु क्रोधः भिन्नः शरीरः भिन्नः इति वा? इति तादृश अर्थः. इत्युक्ते सूत्रार्थः कः इति एकवारं वदतु. कर्तृस्थे च शरीरे कर्मणि. कर्तुः अत्र यस्य मनसि भावः भवति सः एव कर्तुः. कर्तृस्थे इत्युक्ते कर्तुः मनसि यत् स्थितम् अस्ति. च अशरीरे अत्र चत्वारि पदानि सन्ति. कर्तृस्थे च अशरीरे कर्मणि इति. कर्तृस्थे इति सप्तमी. च इति अव्ययम्. अशरीरे इत्यपि सप्तमी. कर्मणि इति कर्मणि प्रयोगः इति वा भगिनी? अथवा कर्मपदम् अस्तु. अत्र कर्तृस्थे इत्युक्ते यद्भावः कर्तुः मनसि वा शरीरे वा अस्ति. च अशरीरे न अवगच्छामि भगिनि. इत्युक्ते कर्तृस्थे इत्युक्ते कर्तरी अस्ति, किमपि कर्तरी अस्ति परन्तु तत्तु कर्मणि नास्ति. कर्तरी अस्ति परन्तु कर्मणि नास्ति. तादृश अवसरे इत्युक्ते यत् उदाहरणं स्वीकृत्य पश्यामः चेत् क्रोधं विनयते इति अस्ति. क्रोधं विनयते इत्युक्ते अत्र किमुक्तं, क्रोधः कर्तुः शरीरे स्थिते अपि शरीरं नास्ति इत्युक्ते क्रोधः इत्युक्ते क्रोधः सर्वदा क्रोधः इति सर्वदा अस्माकं मनसि भवति वा? क्रोधः इति आगच्छति गच्छति खलु. क्रोधः इति एकः विशेषः अस्ति, तत्र आगच्छति गच्छति, सर्वदा न तिष्ठति. अतः अस्माकं शरीरम् एव क्रोधः नास्ति, शरीरं भिन्नं क्रोधः भिन्नं, क्रोधः भिन्नः खलु. तदा तथापि वयं किं वदामः, सः क्रुद्धः अस्ति इति वदामः चेत् तर्हि तत्र अवस्थाविशेषः अस्ति खलु. क्रोधः इति अवस्थाविशेषः अस्ति, तर्हि तत्र क्रोधः कदाचित् भवति कदाचित् गच्छति. तर्हि इदानीं क्रोधं विनयते इत्युक्ते सः स्वयं तत्र क्रोधस्य दूरीकरणं करोति, स्वयं यत्नं कृत्वा क्रोधस्य दूरीकरणं करोति, तदर्थं क्रोधं विनयते इति वयं वदामः. एकमेव प्रयोगः, एकः एव प्रयोगः वा क्रोधं विनयते इति विशेषप्रयोगः अस्ति, एतादृशविशेषप्रयोगः अस्ति इत्युक्ते तत्र कर्तरी अस्ति परन्तु तस्य दूरीकरणं. क्रोधः गच्छति हा, परन्तु तत्र क्रोधः इति न भवति, क्रोधम् इति भवति, कर्मरूपेण भवति, कर्मरूपेण भवति, क्रोधम् इति कर्मरूपेण भवति, तस्य दूरीकरणम्. अतः एव तत्र उक्तमस्ति गुडं विनयति. ओ गुडं वा, किं तत्र किं दृष्टं, गडुम् इति अस्ति, गडुं गडुं क्षम्यतां गडुं मया दोषेण पठितं, गडुं गडुम् इत्युक्ते किं, घेङ्घे घेङ्घे इत्युक्ते अपि न जानामि, हिन्दीभाषां जानाति वा, घोङ्घा इत्युक्ते स्नेल्, घेङ्घे न जानामि, गडु इत्युक्ते औक्रोत् इति अर्थे अस्ति, पार्ट् आफ् द बाडि, ओ पार्ट् आफ् द बाडि इति वा, अत्र अत्र किम् उक्तम् इति एकवारं पठामि, आङ्ग्लभाषायाम् उक्तं पठतु, आफ्टर् द नी वर्ब् वेन् इट् गवर्न्स् एण्ड् incorporeal object in the agent as its object, atmane padam is used. Eta tatra ni ityasya atmane padi, then the governing when governing an object which has no material body but is an abstract noun, that is an object which has abstract but no concrete existence, and when such an object has its seat in the portion of the agent of the verb, as krodham vinayate, he subdues his own anger इति तादृश अर्थः. इट् इस् एन् आब्स्ट्राक्ट्, यथा क्रोधः इति तत्र द्रष्टुं न शक्यते खलु, इत्युक्ते क्रोधः इति पदार्थः नास्ति, लोके विद्यमानः पदार्थः वस्तु नास्ति क्रोधः, क्रोधः तु एकस्मिन् पुरुषे तस्य मनसि अस्ति इति ज्ञायते, अस्ति परन्तु पर्मनेण्ट् एक्सिस्टेन्स् नास्ति, तत्र शरीरे पर्मनेण्ट् एक्सिस्टेन्स् नास्ति, तद् गच्छति इति तादृशवस्तु कर्मरूपेण अस्ति, तस्य अशरीरे इत्युक्ते शरीरात् दूरकरणं दूरीकरणं, शरीरात् दूरीकरणं यदा क्रियते तदानीं तत्र आत्मनेपदिप्रत्ययः भवति, विनयते इति भवति, क्रोधं विनयते इत्युक्ते अत्र क्रोधं कस्यचित् शरीरे भवति, तस्य दूरीकरणं दूरीकरणं यदा क्रियते, तद् वस्तु इदानीं तद् यद् न दृश्यते, तादृशवस्तु इदानीं कर्मरूपेण अस्ति चेत् तदानीं विनयते इति आत्मनेपदीरूपम् इत्युक्ते बहु विशेषप्रयोगः तावदेव. अहङ्कारं विनयते इत्यपि वक्तुं शक्नुमः वा खलु, किं किम् अहङ्कारं विनयते, अहङ्कारं विनयते, समीचीनम्, अहङ्कारः विनयते, योगी अहङ्कारं विनयते, योगी अहङ्कारं विनयते, योगी सुखदुःखं विनयते, सुखदुःखे विनयते, तादृशप्रयोगः इत्युक्ते तत्र शरीरे एव अस्ति तादृशविशेषगुणः, अत्र अन्यत्र न द्रष्टुं शक्नुमः इत्युक्ते अदृष्टम् इति वदामः खलु, अदृष्टफलम् इति, सुखदुःख अनुभवः तु वयं स्वयमेव तस्य अनुभवं कुर्मः, तत्र अन्यस्य कृते वयं प्रदर्शयितुं न शक्नुमः, अस्माकं मनसि यः आनन्दः वा दुःखं यदस्ति कथं प्रदर्शयामः इति चेत् तत्र बाह्यतः किमपि कुर्मः तेन अवगन्तुं शक्नुमः, परन्तु अस्माकं मनसि या वेदना अस्ति अथवा यद् सुखम् अस्ति तस्य प्रदर्शनं तत्र अन्यैः न ज्ञायते किम् अस्ति अस्माकं मनसि इति. तद् एतादृशस्थितौ यद् शरीरे अस्ति कर्तरि अस्ति तत्र शरीरात् बहिष्करणं यदा भवति तदानीम् आत्मनेपदत्वम् अवगतं वा? तत्र भगिनी तत्र योगी विनय क्रोधं विनयते इति उक्तं परन्तु सर्वेषां कृते क्रोधं विनयति इत्येव भवति अहं चिन्तयामि. विनयति इति न सर्वदा अपि वयं क्रोधावस्थायामेव न भवामः खलु. परन्तु यत् शार्ट् टेम्पर्ड्स् ये सन्ति तेषां तु क्रोधः अस्ति एव किल तत्र भागः अभवत् तस्य भागः अभवत् इत्युक्ते निद्रावस्थायां सन्ति तदानीं तु नास्ति खलु. समीचीनं यद् भवती वदति समीचीनं यस्य तत्र सर्वदा क्रोधावस्थायां ये भवन्ति तेषां कृते विनयति इति एव वक्तव्यं. विनयते इति वक्तुं न शक्यते इति समीचीनं समीचीनं. भगिनी परीक्षावेलायां विद्यार्थी अलसं विनयते समीचीनं वा? समीचीनं समीचीनं. अलसम् इति अत्र अलसम् इत्युक्ते तत्र अलसम् इत्यस्य अर्थः कः? कः अर्थः विवक्षितः? लेज़िनेस् इति आलस्यं किल मानसिक मानसिक लेज़िनेस् इति वक्तुं अभ्यासं न करणीयम् इति तस्य मनसि अस्ति चेत् तत् निवारयति. समीचीनं समीचीनं. हा इत्युक्ते अलसम् इति एव वदामः चेत् कदाचित् तत्र शरीरे तत्र चेष्टादिकं यदा भवति तत्रापि आलस्यम् इति वदामः परन्तु भवती तु मानसिक आलस्यम् इति वदति. मानसिक आलस्यं तु द्रष्टुं न शक्यते तत्र पदार्थः नास्ति तस्य दूरीकरणं समीचीनं तस्य दूरीकरणं समीचीनमस्ति. अस्तु तर्हि इदानीम् अग्रे गच्छामः. तत्र उकारान्तदातवः उकारान्तदातवः ये दातवः सन्ति तत्र सर्वत्र गुणः एव भवति. उगन्तदातुः गुणः भवति. तर्हि इदानीं झटिति तत्र तत्र दातवः ये सन्ति तत्र तेषां पठनं कुर्मः. इदानीं तत्र कः पठति? अस्तु शुभदा भगिनी अग्रे पठतु. तत्र ये मम पार्श्वे पुस्तकं नास्ति भगिनी क्षम्यताम्. ओ नास्ति वा? अस्तु अस्तु नास्ति. तर्हि तत्र पमेला भगिनी अग्रे पठतु. भगिनि ध्रु तैरे ध्रु स्थिरहोना द्रव द्रवति सकर्मक तं ध्रुवा ्रावादिद्रीणा कपिः तं द्रुदावाद्रीणा कपिः. किन्तु कपिः तु स्थिरं नास्ति खलु भगिनि? वाक्यस्य अर्थं किं? तं स्थिर्होन भगिनि क्षम्यताम्. अग्रे पठामि वा? द्रु गतौ अग्रे अग्रे पठतु. अत्र ध्रुवाद्रीणा कपिः इत्युक्ते तत्र कपिः तं ध्रुवाद्रीणा इति तत्र किम् उक्तम् इति चिन्तनीयं. द्रु गतौ भट्टिकाव्यात् उक्तमस्ति. भट्टिः भट्टिः इति उक्तं भट्टिकाव्यात् इति उक्तं वा प्रायः? पश्यामि भवती अग्रे पठतु. जना पिगल्न जाना पिगल्न दवति ध्रु गतौ जाना पिगल्न दौड्न श्रु गतौ बहन टपक्न स्रवति शु प्रसैवश्वर्ययो जन्मदेन स्वामी होना सव सवति गुङ् अव्यक्ते शब्दे अव्यक्तशब्दकर्णा जन्जनना वन् बनना गवते गव् गवते कुङ् कु वन् बनना शब्दकर्णा शब्दकर्णा कव् गवते गुञ् गुञ् गु आवाजकर्णा गव् गवते उ आवाज करना अव अवते उई शब्द उई भगिनी तत्र उय् शब्दे आवाकर्णा नवते न नवते चुय् चुय् चुय् चूय चू चूयित होना फिसलना नष्ट होना च्युङ्ग् च्युङ्ग् खलु तत्र नकारः च्युङ्ग् च्युङ्ग् च्युङ्ग् चु चु चु चु होना फिसलना नष्ट होना विचलित होना गिरना चय च्यवते ज्युङ् ज्यु प्राप्त करना जाना ज्वय ज्वयवते प्रुङ् गतौ प्राप्त करना जाना हिलना सांस लेना स्फुरिति होना स्फुति होना प्रव प्रवते प्लुङ् गतौ उचालना कूदना तैरना उतारना धूमना घूमना प्लब् प्लवते रुङ् गतिवेषणयोः प्राप्त करना जाना मारना रव्रवते रेषणं हिंसाशब्द आरावः आरवः इत्यादिः इति एते सर्वे उकारान्त दातवः इत्युक्ते अत्र धू ध्रूस्थैर्य इति धातुः अत्र सामान्यतया अकर्मकधातुः अस्ति खलु द्रवति इति अकर्मकप्रयोगः अस्ति स्थिर् स्थिर् इत्युक्ते तत्र स्थैर्ये इत्यस्मिन् अर्थे अकर्मकप्रयोगः अस्ति परन्तु कुत्रचित् विशेषस्थलेषु सकर्मकप्रयोगः अस्ति इति तदर्थं तत्र उदाहरणं दत्तमस्ति कपिः तं द्वाद्रिणा इति तत्र वाक्यं किम् अस्ति इति द्रष्टव्यं परन्तु तत्र सकर्मकप्रयोगः अस्ति कुत्रचित् विरलतया सकर्मकप्रयोगः अपि दृश्यते इति तदर्थं तदुक्तमस्ति तत्र भगिनी अत्र वृद्ध इत्युक्ते मीनिङ्ग् दत्तं टु किल् हर्ट् इञ्ज्यूर् इति दृद् इति कुत्र अस्ति कोशन तत्र अस्ति तत्र द्रुद्राविद्रिग्ना कपिः तत्र वा आं भगिनि प्रथम इत्युक्ते हिंसाकरणा इति हिंसा इत्यस्मिन् अर्थे अस्ति वा आम् आं भगिनि इत्युक्ते कपिः तत्र टु हर्ट् कञ्चनं टु इन्ज्यूर् कञ्चनं हिंसति कपिः कञ्चनं हिंसति इत्यस्मिन् अर्थे उक्तमस्ति इत्युक्ते तत्र सकर्मकप्रयोगः अस्ति दुद्राद्रि इति तत्र द्रा धातुः दृश्यते परन्तु द्रावास्ति खलु अतः तत्र द्रावती ऋणा इति वा रुद्रावादृणा रुद्रावप्रयोगः इति द्रष्टव्यम् अस्तु तद् भवतु इदानीं तत्र अग्रे अव्यक्तशब्दकर्ण इत्युक्ते कुत्र अस्ति गुण् अस्ति खलु तत्र 61 अस्ति गु धातु अव्यक्त शब्दकर्ण इत्युक्ते इदानीं झञ्झनाना भन्भनाना इत्युक्ते एकक्षणं पश्यामि अव्यक्ते इति संस्कृते अव्यक्तम् इत्युक्ते अव्यक्तम् इत्यस्य कः अर्थः इति चेत् इत्युक्ते यद् व्यक्तं नास्ति इत्युक्ते दट् विच् इस् नाट् विसिबल् किं वदामः अन्मेनिफेस्टेड् वि गेट् मेनिफेस्टेड् अव्यक्त शब्दकरण दट् विच् इस् अन्मेनिफेस्टेड् गेट्स् मेनिफेस्टेड् इत्युक्ते अत्र किमुक्तं टु स्पीक् इन् आर्टिकुलेट्लि इत्यस्मिन् अर्थे अस्पष्ट बोल्ना इत्यस्मिन् अर्थे गुङ्ग् अव्यक्ते इति अस्ति भगिनि भवती आङ्ग्लभाषायां पठति खलु कुतः पठति अष्टाध्याय डाट् काम् मध्ये ओ अस्तु, तर्हि तत्र अत्र स्थगयामः. उकारान्तपर्यन्तं प्राप्तम्. इदानीम् उकारान्तः इतोपि दातवः सन्ति, किञ्चित् शीघ्रमेव गच्छामः, यतो हि अत्र सहस्रं दातवः सन्ति खलु, अतः सर्वं वयं पठितुं न शक्नुमः, किञ्चित् किञ्चित् दृष्ट्वा अग्रे गच्छामः. तत्र भवन्तः गृहपाठरूपेण पठितुम् अर्हन्ति, एकवारं पश्यन्तु. एतत् सर्वं पठित्वा अवगच्छामः, वि डोण्ट् इवन् नो 0.1% आफ् द लाङ्ग्वेज् कदापि न यद् न जानीमः जानीमः तत् कुत्र प्रयोगं कर्तुं शक्यते. एतत्तु पठित्वा अपि मनसि न धर्तुं न शक्नुमः. काव्येषु एव, परन्तु तत्र गच्छतकालेन इतोपि वर्धनं भवति ज्ञानस्य. तावदेव, सर्वं मनसि न तिष्ठति चेदपि गच्छतकालेन ज्ञानं वर्धते. ज्ञानं वर्धते अनेन किं भवति इति चेत्, कुत्र अस्ति, कुत्र द्रष्टुं शक्नोमि, कथं ज्ञातुं शक्नोमि इति तादृशज्ञानं लभ्यते खलु. तदपि लाभदायकमेव खलु. यदि न जानामि चेदपि कुत्र दृष्ट्वा अहम् अवगन्तुं शक्नोमि इति तादृशज्ञानं लभ्यते गच्छतकालेन. गच्छतकालेन सर्वं विस्मरामि. न, तथा नास्ति. भवत्याः वर्धनम् अभवत् खलु, द्विवर्षात् प्राक् भवती कुत्र आसीत्, इदानीं कुत्र अस्ति, भवती एव चिन्तयतु. वर्धनम् अस्ति वा नास्ति वा? अस्ति एव, किञ्चित् किञ्चित्. न न, किञ्चित् नास्ति, बहु अस्ति. अहं पश्यामि, बहु अस्ति. द्विवर्षात् प्राक् भवती कथम् आसीत्, इदानीं कथम् अस्ति इति अहं पश्यामि. अतः वर्धनं तु अस्ति एव, सर्वेषाम् अस्ति. अस्माकं वर्गे न केवलं भवत्याः, सर्वेषाम् अस्ति. वर्धनं तु अस्ति एव, बुद्धिविकासः संस्कृतभाषायाः विषये वर्धनं तु अस्ति एव, निश्चयेन अस्ति. कोऽपि निराकर्तुं न शक्यते. भाषायाः प्रयोगे वर्धनं वा नो चेत्, सूत्रस्य विषये वर्धनं वा नो चेत्, कुत्रचित् वर्धनं तु अस्ति एव. अस्तु, तर्हि धन्यवादः भगिनि. हा, समीचीनं समीचीनं. तर्हि अत्र स्थगयामः. आचार्य किं करोति इदानीं? उन्नयति. इदानीम् उमा भगिनी पश्यतु, उमा भगिनी यदा भगिनी आगतवती तत्र द्विवर्षात् प्राक्, सा एकमपि तत्र संस्कृतभाषायां सम्यक्तया वक्तुं न शक्तवती एकमपि वाक्यम्. इदानीं बहु सम्यक्तया भगिनी वदति, पश्यन्ति वा? बहु सम्यक्तया वदन्ति. आङ्ग्लभाषायाः प्रयोगः अपि न्यूना जाता भगिन्याः इति तत्र वर्धनम् अस्ति, अहं पश्यामि. अस्तु, तर्हि धन्यवादः. नमस्कारः. धन्यवादः भगिनी. धन्यवादः भगिनी. नमस्कारः. धन्यवादः.